नमो नमः। विवेक शर्मा हम ठाकुर सिंह नेगी राजकीय महाविद्यालय संस्कृत विभागे साहेब प्राध्यापकोस्मि। महाविद्यालये हम अत्र हिमाचल प्रदेश राज्यस्य किन्नौर जनपदस्य रिकोंगपियो नगरे स्थितोस्ति। अत्र अस्मिन् प्रथम मौखिक व्याख्याने अहम् प्रथम सोपानस्य विषयं प्रस्तौमि। प्रथमः सोपानः कस्य कृते अयं प्रथम सोपानः निर्मितः? अयं प्रथम सोपानः निर्मितः संस्कृतभाषायाः धाराप्रवाहेण लेखनस्य अध्ययनस्य तस्य सम्भाषणस्य तथा च विशेषरूपेण लेखनस्य सम्भाषणस्य अध्ययनस्य तथा च विशेषरूपेण ये जनाः ये जिज्ञासवः संस्कृतभाषाम् अधिगन्तुम् अवगन्तुम् इच्छन्ति परन्तु येषां पृष्ठभूमिः नास्ति, तादृशी पारिवारिकपृष्ठभूमिः अथवा तादृशी शैक्षणिकपृष्ठभूमिः न विद्यते संस्कृतभाषायां, तेषां सर्वेषां कृते अयं प्रथमः सोपानः। अस्मिन् प्रथमसोपाने एकीकृतरूपेण दर्शन साहित्यम् अथवा भाषायाः प्रयोगः साहित्ये यद्रूपेण तद् साहित्यं व्याकरणं दर्शनं साहित्यं विषयत्रयं मिलित्वा एव अत्र प्रस्तौमि, तस्य व्याख्यानं करिष्यामि तथा च शङ्कानां समाधानं करिष्यामि। सर्वप्रथमस्तु अत्र प्रथमे अस्मिन् सोपाने कः विषयः? अद्य विषयः अस्ति सर्वप्रथमः विषयः अस्ति यत् मया नियतकार्ये अथवा यद् अहं नियतकार्ये अपि लिखितवान् तदस्ति, तस्य समाधानम् अथवा तस्य व्याख्यानं। मया अहं किं लिखितवान्? प्रथमसोपाने अहं लिखितवान् अहम् अस्मि अहम्। कः शुद्धः? द्वे अपि शुद्धे स्तः। कथं? केन प्रकारेण? हिन्दीभाषायां किमस्ति? हिन्दीभाषायां तु अहम् अर्थात् मैं, अस्मि अर्थात् हूँ, अनेन प्रकारेण प्रयोगः भवति। परन्तु आङ्ग्लमाध्यमेन अपि अनेनैव प्रकारेण भवति। ऐ अर्थात् अहम् अर्थात् ऐ, एम् अर्थात् अस्मि, अहम् अस्मि, ऐ एम्, मे हूँ, अनेनैव प्रकारेण प्रयोगः भवति। तर्हि अस्मि अहं वाक्यमिदं शुद्धम् अस्ति अशुद्धम् अस्ति वा? वाक्यम् इदमपि शुद्धम् अस्ति, अस्मि अहं शुद्धम् अस्ति, यतोहि साहित्ये प्रयोगः दृश्यते। कीदृशः प्रयोगः? यथा अस्ति मगधदेशे, अस्ति पाटलिपुत्रदेशे अथवा अस्ति शाल्मलीतीरे तादृशः तथा तथा तथा तथा राजा अथवा तथा वृक्षः अथवा तथा अथवा अस्ति पाटलिपुत्रनामरग्रे तादृशः शाल्मलीवृक्षः विशालवृक्षः। अनेन प्रकारेण अस्ति इत्यस्य प्रयोगः प्रारम्भे एव कृतः न तु अन्ते। संस्कृते किमस्ति, संस्कृते अस्ति अथवा अस्मि अस्य प्रयोगः क्रियापदस्य प्रयोगः पूर्वमपि भवितुं शक्यते, तदुपरान्त् संज्ञापदस्य प्रयोगः कर्तुं शक्यते। अतः अहमस्मि, अस्मि अहं, प्रयोगद्वयं शुद्धम् अस्ति। द्वितीयमस्ति विवेकः, अहं विवेकः अस्मि। वाक्यमिदं षट् प्रकारेण वक्तुं शक्यते, अहं विवेकः अस्मि, अस्मि अहं विवेकः, अस्मि विवेकः अहम्। अनेन प्रकारेण षट् प्रकारेण वक्तुं कोऽपि शक्नोति। तर्हि कः प्रकारः शुद्धः? वस्तुतः तु अहं विवेकः अस्मि प्रकारोऽयं शुद्धः सामान्यरूपेण, परन्तु अस्मि अहं विवेकः अथवा विवेक अहम् अस्मि प्रकार षट्प्रकाराणि इमानि सर्वाणि शुद्धानि विद्यन्ते। यतोहि अहम् अर्थात् मे, विवेकः अर्थात् विवेक, अस्मि अर्थात् हूँ, मे विवेक हूँ। आङ्ग्ल भाषायां किमस्ति? ऐ एम विवेक, अहम् अस्मि विवेकः। आङ्ग्लभाषाया माध्यमेन यदि व्यवहारः क्रियते तर्हि अहम् अस्मि विवेकः, यदि हिन्दीभाषामाध्यमेन व्यवहारः क्रियते तर्हि अहं विवेकः अस्मि, यदि संस्कृतभाषामाध्यमेन व्यवहारः कर्तव्यः तर्हि सर्वाणि रूपाणि शुद्धानि सन्ति, अहं विवेकः अस्मि, विवेकः अस्मि, अहम् अस्मि विवेकः, अहम् अस्मि, अहं विवेकः। तृतीयमस्ति अहं कथितवान् यत् त्रिंशत् आरभ्य पञ्चाशत् वाक्यानि लेखितव्यानि, कस्य? अस्य अहं विवेकः अस्मि, अहं स अस्मि, अहं कः अस्मि, अनेन प्रकारेण लेखनीयं मया प्रश्ने तत्र नियतकार्ये समुपस्थापितम्। किमर्थम्? अस्य का आवश्यकता अस्ति? वस्तुतः तु व्यवहारस्य कृते अस्मि इत्यनेन पदेन सह केवलं प्रथम पुरुष अथवा अहम् इत्यनेन पदेन सह केवलं उत्तमपुरुषस्य एकवचनस्य क्रिया एव प्रयुज्यते, न तु कस्यपि अन्यस्य पुरुषस्य, न तु कस्यपि वचनस्य। अहम् इत्यनेन पदेन केवलं उत्तमपुरुषस्य एकवचनस्य क्रिया एव प्रयुज्यते। एतदर्थम् अहं कथितवान् यत् अस्य अभ्यासः करणीयः। द्वितीयस्ति यत् अहं शब्दः एतादृशः अस्ति यद् एतादृशशब्दः कोऽपि अन्यः नास्ति। अहं पुल्लिङ्गः अपि भवितुं शक्यते, नपुंसकलिङ्गः अपि भवितुं शक्यते, अहम् इत्यस्य उपरि कस्यपि अन्यस्य व्यवहारः कर्तुं शक्यते, कस्यपि अन्यस्य आरोपः, आरोपं ज्ञायते। आरोपं किं? रूपयतीति आरोपकं, रूपयतीति आरोपकम् अर्थात् येन आरोपं क्रियते, यथा अहं विवेकः, अहम् इत्यस्य पदस्य उपरि विवेकत्वस्य आरोपः, अथवा अहम् इत्यस्य उपरि चमस, अहं चमसः अस्मि, चमस इत्यस्य आरोपः। के जनाः कथयन्ति यत् चमसः कथं कथितुं शक्यते अहम् अस्मि? वस्तुतः तु कोऽपि एतादृशः नास्ति यः स्वसत्ताया विरोधं कर्तुं शक्नोति। अस्मि इत्यनेन सत्ता एव प्रतिपाद्यते, तस्य सत्तायाः कृते किं के विभक्तयः सन्ति? के धातुः सन्ति सत्ताः कृते विद्यन्ते विदधातु यस्य रूपः विद्यते विद्यन्ते इत्यादि अथवा अस्धातु यस्य रूपः अस्ति स्तः सन्ति इत्यादि अथवा भूधातु भवति भवतः भवन्ति इत्यादि इत्यादि रूपाणि यस्य विद्यन्ते अनेन प्रकारेण भूसत्तायाम् अससत्तायां विधसत्तायां सत्ता एतादृशी क्रिया अस्ति यत्र सर्वेषु पदार्थेषु विद्यते कोऽपि पदार्थः स्वसत्तः निराकरणं कर्तुं न शक्नोति शारीरिकभाष्ये अपि शङ्कराचार्यः अस्य मतस्य स्थापनां कृतवान् अतः अस्मिन् प्रथमे व्याख्याने अस्य सत्तायाः सूचनार्थम् अस्मि इत्यस्य अस्मि इत्यस्य क्रियापदस्य अस् धातो तथा च अहं यतोहि अहम् इत्यनेन सह अस्मि एव क्रियापद न तु अहम् अस्ति शुद्ध वाक्यमिदम् अशुद्धम् अहम् असि वाक्यम् इदमपि अशुद्धम् अहं स्मः वाक्यम् इदमपि अशुद्धम् अहम् अस्मि केवलम् इदमेव शुद्धं वाक्यम् अहम् इत्यनेन सह प्रथमपुरुषस्य अथवा न तु अहम् इत्यनेन वाक्यं सह उत्तमपुरुषस्य एकवचनस्य एव क्रिया लगति तु एतानि विषयाणि मया अत्र समुपस्थापितानि अरे अहं किं अस्तु अत्र विशेषः अस्ति यत् अहम् इत्यस्य उपरि कस्यपि अन्यस्य शब्दस्य आरोपः भवितुं शक्यते यथा अहं विवेकः अस्मि अहं प्रिया अस्मि अहं श्लोकः अस्मि अहं नागराजः अस्मि अहं देवेन्द्रः अस्मि न तु केवलं संज्ञापदस्य अपि तु सर्वनामस्य यथा अहं कः अस्मि अहं सर्वः अस्मि अहम् अहं त्वम् अहं स अस्मि यथा स सोऽहं सो अहम् अस्मि तत्र सो अहम् अस्मि अनेन प्रकारेण प्रयोगः अस्ति तथैव अहम् अहम् अभावः अस्मि अहं भावः अस्मि अहं शून्यः अस्मि अहं क्रियाशून्यः अस्मि अहं क्रिया अस्मि किमपि अहं पदस्य उपरि आरोपः वक्तुं शक्नोति अस्यां स्थित्यां किमस्ति अहम् अयं पद अहम् अस्मशब्दस्य प्रथमाविभक्त्याः रूपमिदम् अत्र अस्य अस्मशब्दस्य व्यवहारः त्रिषु लिङ्गेषु समान एव अस्ति अर्थात् पुल्लिङ्गे अपि अहम् आवां वयम् इत्यादि प्रकारेण स्त्रीलिङ्गे अपि तथा च नपुंसकलिङ्गे अपि अहम् आवां वयम् इत्यादिरूपेण एव व्यवहारः भवति न तु अन्यस्य कीदृशरूपेण अन्यप्रकारेण व्यवहारः भवति तृतीयमस्ति सर्वप्रथमः किं कथितवान् यत् अस्मि अहम् एतयोः क्रमः तदुपरान्तः अहं विवेकः अस्मि अस्य क्रमः तदुपरान्तः अस्मि इत्यस्य क्रियापदस्य च वैशिष्ट्यं तथा च विवेकः अहम् इत्यस्य पदस्य वैशिष्ट्यं तदुपरान्तः अयमपि ध्यातव्यः अस्ति यत् यद् क्रिया केन प्रकारेण चलति क्रिया केन प्रकारेण अथवा क्रिया काम् अनुगमति क्रिया अनुगच्छ क्रिया काम अनुगच्छति क्रिया सदा सर्वत्र यः कः अपि प्रथमा विभक्त्याम् अस्ति तस्यपि अनुसरणं करोति। यः प्रथमः विभक्त्यां न अस्ति तस्य अनुसरणं क्रिया न करोति। अहम् अयं संज्ञापदः अस्मद् इत्यस्य शब्दस्य प्रथमा विभक्त्यः एकवचने अस्ति, अनेन प्रकारेण क्रियापदः अपि एकवचने उत्तमपुरुषे अस्ति। किमस्ति? अस्मि। प्रथमपुरुषस्तु समानः एकवचनस्तु समानः एव। एकवचनः अहम् इत्यस्मिन् पदे अपि अस्ति, एकवचनः अस्मि इत्यस्मिन् क्रिया पदे अपि अस्ति। तर्हि अस्ति अस्मि इत्यनेन सह कस्य प्रयोगः अथवा अहम् इत्यनेन सह कस्य? अहम् इत्यनेन सह केवलम् उत्तमपुरुषस्य प्रयोगः भवितुं शक्यते। अस्मद् इत्यनेन शब्देन सह केवलम् उत्तमपुरुषस्य प्रयोगः अस्ति एव, न तु कस्यपि अन्यस्य। तर्हि अहम् इत्यस्य प्रथम पदस् इत्यस्य उत्तमपुरुषस्य रूपस्य निरूपणात्मकः अयं प्रथमः सोपानस्य प्रथमः मौखिक व्याख्या प्रथमः मौखिक प्रथम मौखिक व्याख्यानं मया प्रतिपादितं। ये के अपि दोषाः सन्ति, ये के अपि मया त्रुटयः सम्पादिताः, तेषां सर्वेषां मूल्याङ्कनं क्रियतां, तेषां च सर्वेषां बोधः अत्यावश्यकः। एतस्य कृते अहं सर्वेषां विदुषां समक्षे, जिज्ञासूनां समक्षे नतमस्तकोऽस्मि। ते मूल्याङ्कनं कृत्वा मां सुमार्गं तथा च ये के अपि दोषाः सन्ति तान् कथयतु। तेन प्रकारेण अहम् अग्रे अस्मिन् अग्रे व्याख्याने प्रथमसोपानस्य व्याख्याने दोषान् दूरीकृत्य यत्किमपि कथितव्यमस्ति तस्य निरूपणं करिष्यामि। धन्यवादः। ये के अपि प्रश्नाः सन्ति तेषां चर्चा वयं कर्तुं समर्थ्यन्ते अत्र जिज्ञासा विवेक संस्कृतम् अस्मिन् समूहे। जिज्ञासा विवेक संस्कृतम् एतत् इदं लेखितव्यम् अस्ति गूगल् ब्रौसर्, तत्र जिज्ञासा विवेक संस्कृतं नाम एकः अन्तर्जालः अपि अस्ति, अतः च जिज्ञासा विवेक संस्कृतं नाम एकः चर्चासमूहः अपि विद्यते। तत्र सर्वे प्रश्नाः प्रस्तुतव्याः सन्ति, अतः च यत्र मया कञ्चुका क्षम्यतां, यत्र अहम् इमां सञ्चिकां स्थापयामि तत्र अपि अस्य मूल्याङ्कनं कर्तुं शक्यते। आङ्ग्लभाषामाध्यमेन उत हिन्दीमाध्यमेन अथवा उत संस्कृत अथवा संस्कृतमाध्यमेन अपि मूल्याङ्कनं कर्तुं शक्यते। मूल्याङ्कनस्य मूल्याङ्कनम् अत्यावश्यकम् अस्ति, सर्वे जानन्ति। अस्तु, धन्यवादः, नमो नमः।